अस्तु, तर्हि अस्माकं भाषावर्गः इतः अग्रे सरति. इदानीं गतसप्ताहे अस्माकं विषयः आसीत् भाविप्रयोगः, तस्मात् प्राक् च कर्मणि प्रयोगः. इदानीं भाविप्रयोगस्य कञ्चन अभ्यासं कृत्वा अग्रे सरेम. अन्य कोऽपि अस्ति वा? निहारिका भगिनि, अस्तु, स्वागतं. स्वास्थ्यं सम्यक् वा? आं, परन्तु कनेक्षन् कर्तुं किञ्चित् समस्या आसीत्. ओहो, अस्तु अस्तु, अनन्तरं चर्चयामः तस्मिन् प्रसङ्गे. अस्तु, हा, तर्हि भावेप्रयोगः. इदानीं कानिचन वाक्यानि वदामि. अन्य कोऽपि अस्ति वा? पुष्पा भगिनि, अस्तु, स्वागतं भगिनि. कानिचन वाक्यानि वदामि कर्तरिप्रयोगे. तेषां भावे रूपं किं स्यात् इति कल्पयित्वा वदन्तु. अस्तु, इदानीं लक्ष्मी भगिनी, संस्कृतभाषा सरला अस्ति, तस्य भावे रूपं किम्? संस्कृतभाषया सरलतया भूयते. पुनः चिन्तयतु, कश्चन लघुदोषः अस्ति अत्र. वाक्यमासीत् हा, संस्कृतभाषा सरला अस्ति, अत्र सरला इति विशेषणमस्ति, सरलता तु विशेषणं न स्यात्. सरला, लता इव. संस्कृतभाषया सरलया भूयते. हा हा, इति वाक्यमस्ति. हा, समीचीनमस्ति. अस्तु, अग्रे नताशा भगिनी. इदानीं आम्रफलं मधुरम् अस्ति. आं महोदय, आम्रफलं मधुरम् अस्ति. मधुरं शब्दक्रमः तदेव भवति. आम्रफलेन आम्रफलेन मधुरः अस्ति, किन्तु अत्र विशेषणविशेषभावः अस्ति. यथा लक्ष्मीभगिनी उक्तवती, संस्कृतभाषया सरलया भूयते इति, तद्वत् आम्रफलं मधुरम् अस्ति. अत्र मधुरम् इति विशेषणमस्ति आम्रफलशब्दस्य. आं महोदय, आम्रफलेन मधुरं मधुरमिति अस्य मूलरूपं किं? प्रातिपदिकं प्रातिपदिकं किं? यथा देवः इति अस्य प्रातिपदिकं देव मधुर मधुर मधुर. आम्रफलेन मधुरेण भूयते इति वाक्यमस्ति. आम्रफलेन वदतु एकवारम्. आम्रफलेन मधुरेण भूयते. हा, बहु समीचीनमस्ति. अत्र मधुरेण इत्यस्मिन् तत्र णत्वं भवति न वा? णत्वं तु भवति. तत्र निमित्तं किम्? किमर्थं तथा अस्ति? रकारः पूर्वः अस्ति. रेफः इति निमित्तमस्ति. समीचीनमस्ति. संस्कृतभाषया तत्र रेफः केवलम् उपरि अस्ति चेत् रेफः इति न वदामः. तत्र सर्वत्र यत्र कुत्रापि स्यात् रेफः इति वदामः. अस्तु, समीचीनमस्ति. अस्तु, सञ्जीवमहोदय, अग्रे. सः प्रधानमन्त्री अस्ति. तया प्रधानमन्त्रिणा भूयते. पुनः पुनः तेन प्रधानमन्त्रिणा भूयते सः इत्यस्य तेन तेन हा हा समीचीनमस्ति हा तेन प्रधानमन्त्रिणा भूयते इति वाक्यमस्ति समीचीनम् अस्तु तर्हि अग्रे गच्छेम इदानीं निहारिका भगिनी वदति वा अहं संस्कृतज्ञा अस्मि मया संस्कृतज्ञा भूयते किन्तु अत्र संस्कृतज्ञा मया स्त्रीलिङ्गे कृतमस्ति यतोहि भवती स्त्री अस्ति तर्हि अत्र विशेषणभावः विशेषणविशेषभावः अस्ति अत्र संस्कृतज्ञा इति विशेषणम् अस्ति अहमिति शब्दस्य पुल्लिङ्गे किं स्यात् अहं संस्कृतज्ञः अस्मि ओ मया संस्कृतज्ञाया भूयते हा भूयते यद्यपि कर्तरिप्रयोगे अस्मि किन्तु कर्मणि प्रयोगे सर्वदा भाविप्रयोगे सर्वदे सर्वदा एव उत्तमपुरुषस्य एकवचनान्तरूपं भवति यतोहि कर्मपदं नास्ति भाविप्रयोगे मया संस्कृतज्ञया भूयते समीचीनमस्ति अग्रे सन्ध्या भगिनी सर्वे छात्राः सन्ति सर्वे छात्राः सन्ति सर्वे विशेषण सत्यं सत्यं विशेषणमस्ति सर्वैः छात्रैः भूयते हा बहु समीचीनमस्ति तथैव अस्ति अस्तु अग्रे अजय महोदय वक्तुमिच्छति वा प्रयत्नं कर्तुमिच्छति वा आम् अस्तु एकः बालकः अस्ति भाविप्रयोगस्य परिचयः अस्ति वा भवतः अथवा नितरां नूतनं नूतनविषयः वा नूतनविषयः नूतनविषयः अस्तु अस्तु मीना भगिनी कृपया वदतु एकः बालकः अस्ति एकेन बालकेन भूयते हा समीचीनमस्ति अकीला भगिनी अग्रे चत्वारः वानराः सन्ति अकीला भगिनी अस्ति आसीत् अस्तु सुब्रह्मण्यमहोदय कृपया चत्वारः वानराः सन्ति चतुर्भिः वानरैः भूयते हा बहु समीचीनमस्ति अत्र अजय महोदय अत्र नियमः कः इति चेत् कर्तृपदं कर्तरिप्रयोगे आक्टिव् वाय्स् इति यद् वदामः आङ्ग्लभाषया तत्र कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्तौ भवति कर्मणि प्रयोगे भाविप्रयोगे च कर्तृपदं तृतीयाविभक्तौ भवति अहं पठामि मया पठ्यते इति तादृशानि वाक्यानि अत्र भाविप्रयोगः यत्र धातुः अकर्मकः अस्ति तत्र कर्मपदं न सम्भवति इति कृत्वा भाविप्रयोगः भाविनामक्रियायाः भावः प्रकटीक्रियते अस्तु अग्रे तर्हि इदानीं पुष्पा भगिनी अग्रे द्वौ बालकौ स्तः द्वौ बालकौ स्तः द्वाभ्यां बालकाभ्यां भूयेताम् न न न सर्वत्र रूपं क्रियपदं सर्वत्र समानं भवति किमर्थं भूयेत् भूयेत् भूयेत् न स्तः भूयते भूयते भूयते ऐं सारि भूयते ओके द्वाभ्यां बालकाभ्यां भूयते अस्तु समीचीनमस्ति इदानीं पद्मा भगिनी उत्तमः मानवः अस्ति उत्तमैः मानवैः भूयते अत्र वचनं किमस्ति अत्र बहुवचनम् न उत्तमः मानवः अस्ति इति मया उक्तं तत्र वाक्यस्य वचनं किम् एकवचनं तर्हि उत्तमेन मानवेन अस्ति भूयते हा इदानीं समीचीनमस्ति अन्य कोऽपि आगतवान् वा अस्तु अस्तु समीचीनमस्ति सुन्दि भगिनि अस्तु तर्हि इदानीं हा सुनिधि भगिनी तत्र वाक्यं वक्तुमिच्छति वा न अत्र हा कुत्र अस्तु अस्तु अस्तु एवं कुर्मः वाक्यमिदमस्ति रामः उत्तमः बालकः अस्ति रामः उत्तमः बालकः अस्ति भाविप्रयोगः रामेण उत्तमेन बालकेन भूयते हा हा हा हा बहु समीचीनमस्ति तत्र च अणत्वम् अस्ति इति मनसि भवति तत्र रामः इत्यस्य रामेण अण अण रामेण अस्तु समीचीनमस्ति बहु सम्यक् अस्तु ततः अग्रे हा इदानीं सदैव महोदय सिद्धः वाक्यमस्ति जनाः राजमार्गे चलन्ति पुनः वदतु महोदय सिद्धः जनाः राजमार्गे चलन्ति जनाः मार्गस्य नाम राजमार्गे कस्मिन् मार्गे चलन्ति राजमार्गे जनाः राजमार्गे चलन्ति सिद्धः जनाः राजमार्गे चलन्ति जनाः राजमार्गे चलन्ति हा भाविप्रयोगे भावे प्रयोगे सिद्धः जनाः सिद्धः कुत्र न सिद्धः कुत्र जनाः राजमार्गे चलन्ति जनाः राजमार्गे चलन्ति इति वाक्यं जनाः बहुवचनं पुल्लिङ्गशब्दः तृतीयविभक्ति जनैः राजमार्गे राजमार्गे तस्य का विभक्तिः अस्ति राजमार्गे सप्तमी विभक्ति हा सप्तमी विभक्तिः यत् पदं सप्तमी विभक्ति अन्तर्भूतम् अस्ति तस्य भावे प्रयोगे परिवर्तनं भवति वा हा तस्य किमपि कार्यमस्ति वा अस्माकं? लक्ष्मी भगिनी किं किं वदति भवती? परिवर्तनं न भवति महोदय, सप्तमी विभक्ति यथावत् तिष्ठति महोदय. सदैव महोदय, तत्र किमपि कार्यं नास्ति, तत्र राजमार्गे इति त्यजतु, जनाः चलन्ति इति एव वाक्यमस्ति, चिन्तयतु. जनैः राजमार्गे भूयते. भूयते इति अस्ति धातोः, अस्ति अस्ति अस्ति इति धातोः, अत्र चलन्ति इति अस्ति, चलन्ति. हा, चलन्ति. चल्यते. हा हा हा, वाक्यं समीचीनमस्ति, पुनः वदतु, बहु सम्यक्. जनैः राजमार्गे चल्यते. हा, इति वाक्यमस्ति. अस्तु, सर्वे उक्तवन्तः इति मन्ये. अत्र कोऽपि प्रश्नः अस्ति? अखिला भगिनी अस्ति वा? अस्तु, वृणोति इति भाति. तर्हि अग्रे गच्छेम. इति भाविप्रयोगस्य कश्चन अभ्यासः जातः. इतोपि अभ्यासः अपेक्षते वा? अथवा अग्रे गच्छेम. पुनस्मरणरूपेण मया उक्तं, किमर्थं प्रतिध्वनिः अस्ति? कस्यचित् स्पीकर् फोन् अस्ति वा? अकस्मात् आगतमस्ति. इदानीं किं परिवर्तनमस्ति? सर्वे पश्यन्तु, तत्र ब्लूटूत् मास्तु, हेड्फोन् मास्तु, स्पीकर्फोन् मास्तु. प्रतिसप्ताहम् अत्र भवति, न जाने किमर्थम्. अस्तु, अग्रे गच्छेम वा? अथवा इतोपि अभ्यासः अपेक्षितः? अस्तु, एकं वदामः शीघ्रमेव. अस्तु, सञ्जीवमहोदय, आपणे बहवः जनाः सन्ति. आपणे बहवः जनाः सन्ति. आपणे बहुभिः जनैः भूयते. हा, बहु समीचीनमस्ति. अहं स्पीकर् फोन् नास्मि. अस्तु, अहं स्पीकर् फोन् मे न. अस्तु, पुनः एकवारं तत् वाक्यं वदतु महोदय. का वदति? निहारिका भगिनि? न, न, का का उक्तवती इदानीं? अजय महोदय. निहारिका भगिनि? अस्तु, तर्हि वाक्यमस्ति, एतत् पुस्तकं श्रेष्ठमस्ति. एतत् पुस्तकं किम् अस्ति? श्रेष्ठं. श्रेष्ठं. श्रेष्ठं. श्रेष्ठम्. एतेन पुस्तकेन श्रेष्ठेन भूयते. हा, अस्तु, समीचीनमस्ति. इदानीं सुब्रह्मण्यमहोदय, तत्र वयं भारतीयाः स्मः. वयं भारतीयाः स्मः खलु महोदय? अस्माभिः अस्माभिः भारतीयायाः भूयते. अत्र तत्र भारतीय इति सामान्यविशेषणमस्ति, अकारान्तशब्दः. भारतीय, वयं भारतीयाः भूयते स्मः महोदय. वयं भारतीयाः इति कर्तरिप्रयोगे भावे. अस्माभिः भारतीयैः भूयते. हा, इति वाक्यमस्ति. अस्तु, दण्डदीपः ज्वलति. इदानीं मीना भगिनी, दण्डद्वीपेन दण्डदीपः दण्डदीपः दण्डदीपेन ज्वल्यते. हा, बहु समीचीनमस्ति. अस्तु, इति वाक्यानि सन्ति. एकम् अन्तिमं कुर्मः. श्रीनिवासमहोदय, एकं करोति वा? आं महोदय, प्रयत्नं करोमि. सम्भाषणसन्देशपत्रिका श्रेष्ठा पत्रिका अस्ति. सम्भाषणश्रेष्ठपत्रिका, सम्भाषणसन्देशपत्रिका इति एकः शब्दः. सम्भाषणसन्देशपत्रिका श्रेष्ठा अस्ति, श्रेष्ठा पत्रिका अस्ति. सम्भाषणसन्देशपत्रिका एकमेव एकं पदमस्ति. सम्भाषणसन्देशपत्रिका श्रेष्ठा पत्रिका अस्ति. सम्भाषणसन्देशेन मया उक्तं यत् सम्भाषणसन्देशपत्रिका एकं पदमस्ति, तस्य विभजनं न भवति. सम्भाषणसन्देशपत्रिकेन अत्र लिङ्गं किं? तस्य पत्रिकया, सम्भाषणसन्देशपत्रिकया श्रेष्ठेन भूयते. श्रेष्ठा इति आकारान्त स्त्रीलिङ्गशब्दः. श्रेष्ठया भूयते पत्रिका. आं, पत्रिकया. पुनः वाक्यं वदतु आहत्य. सम्भाषणसन्देशपत्रिकया श्रेष्ठया भूयते. श्रेष्ठया पत्रिकया भूयते. हा, इति वाक्यमस्ति. अस्तु, अवगम्यते खलु अस्माभिः सर्वैः सिद्धान्तः कः इति जानन्ति. अस्तु, अग्रे गच्छेम तर्हि. इदानीम् इति स कर्मणि प्रयोगः, भाविप्रयोगः. पतित्वनि शिरुवेदः अस्ति, शिरुवेदः. अस्तु, अग्रिमविषयः अस्ति कर्मणि लोट्. एतावता अस्माभिः परिशीलितं कर्तरिप्रयोगः, कर्मणि प्रयोगः, भाविप्रयोगश्च. वस्तुतः एतावत् यत् परिशीलनम् अस्माभिः साधितं तच्च लट् लकारस्य. यथा कर्तरिप्रयोगे कति लकाराः सन्ति, कोऽपि वदतु? दशलकाराः सन्ति. यथा कर्तरिप्रयोगे दशलकाराः, तथैव कर्मणि प्रयोगे अपि, भाविप्रयोगे च. एतावता कर्तरिप्रयोगे अस्माभिः दृष्टं लट्, लोट्, लङ्, विधिलिङ्, लृट्, लृङ् इति षड् लकाराः अवलोकिताः. इतः अग्रे इदानीम् एतेषु लकारेषु केषाञ्चित् कर्मणि भावे च पश्येम. तर्हि अद्यतनविषयः अस्ति लोट् लकारः, कर्मणि लोट्. इदानीं तस्य अवगमनार्थं प्रथमतया अस्माभिः स्मर्तव्यमस्ति आत्मनिपदे लोट् लकारः कथमस्ति कर्तरिप्रयोगे. इदानीं वन्द् इति धातुः, तत्र बालकः वन्दते लट्लकारे, तस्य लोट्लकारे किं भवति इति नताशा भगिनी वदति वा? महोदय न जानामि. मीना भगिनी वन्द्यतां वन्दताम् इति कर्मणि प्रयोगे कर्तरिप्रयोगे ओके कर्तरिप्रयोगे लोट् लकारे वन्द् धातुः वन्दतां वन्देतां एकनिमेषः प्रश्नः कः आसीत् बालकः वन्दते इत्यस्य लोट् वन्दते वन्दतां वाक्यं वदतु बालकः वन्दताम् इति प्रश्नः आसीत् तर्हि बालकः वन्दते तस्य लोट्लकारः वन्दताम् बालकः वन्दताम् अत्र येषां गीतासोपानस्य प्रथमभागः अस्ति प्रथमभागस्य पञ्चपञ्चाशत्तमे पुटे रूपाणि सन्ति गीतासोपानस्य प्रथमभागस्य पञ्चपञ्चाशत्तमे पुटे पश्यन्तु पुस्तकमस्ति चेत् तत्र रूपाणि सन्ति अत्र एकवारं वदामि वन्दतां वन्देतां वन्दन्तां वन्दस्व वन्देत्थां वन्दध्वं वन्दै वन्दावहै वन्दामहै इति रूपाणि सन्ति तत्र कर्तरिप्रयोगे केवलं यकारः योजनीयः अस्ति मध्ये वन्दताम् इत्यस्य वन्द्यताम् इति रूपमस्ति अन्यत् सर्वं समानमस्ति इदानीम् अहं बालकः कार्यं करोति तस्य बालकः कार्यं करोति तत्र सुनिधि भगिनी तस्य कर्तरिप्रयोगः कः अकर्मणिकप्रयोगः बालकेन कार्यं कुर्यते कुर्यते इति न किन्तु तादृश क्रियते बालकेन कार्यं क्रियते इति वाक्यम् प्रतिध्वनेः तत्र किमपि समाधानं कोऽपि टेक् सावि अस्ति अस्ति वा अस्माकं समाधानं किं स्यात् कस्यचित् दूरवाणी समीचीना नास्ति इति कारणमस्ति कस्यचित् तत्र मम बहवः वर्गाः सन्ति न कुत्रापि कुत्रचित् त्रिंशत् जनाः सन्ति तथापि प्रतिध्वनिः न भवति न जाने किमर्थमस्ति अत्र तथा हरि ओम् इदानीं समीचीनमस्ति किम् अभवत् वा कोऽपि नूतनतया आगतो वा किञ्चित् अस्तु इदानीं नूतनध्वनिः अस्ति यः इदानीम् आगतवान् स्टार् सिक्स् नोदयतु अस्तु इदानीं तर्हि इति बहु समीचीनमस्ति इदानीं लोट् लकारः कर्मप्रयोगस्य लट् लोट् इदानीं तत्र बालकः कार्यं करोति बालकेन कार्यं क्रियते इति लट् लकारस्य बालकेन कार्यं क्रियते इति लट् लकारस्य कर्मणि प्रयोगः इति इदानीम् अवगन्तव्यमस्ति अस्माभिः केवलं कर्तरि इति न लट् लकारस्य लट् लकारस्य कर्मणि प्रयोगः तर्हि इदानीं बालकः कार्यं करोतु इति वाक्यमस्ति बालकः कार्यं करोतु निहारिका भगिनी कृपया वदतु, तस्य कर्मणि प्रयोगे किम् अस्ति? बालकेन कार्यं इदानीं लट्लकारस्य क्रियते इति आसीत्, क्रियते इदानीं तत्र वन्दते इति आत्मनिपदिदातुः तत्र वन्दते, तत्र लोट्लकारः वन्दताम्, अस्माकम् अन्तिमभागः स एव अस्ति तां वन्दतां, तर्हि यथा यथा वन्दते वन्दताम् एवमेव क्रियते क्रियताम् इति रूपमस्ति। इदानीं क्रियते इति आत्मनिपदिदातुः इति चिन्तयतु, तावदेव अस्ति, वन्दते वन्दतां वन्देतां वन्दन्ताम् इति क्रियतां क्रियेतां क्रियन्तां क्रियस्व क्रियेद्धां क्रियध्वं क्रियै क्रियावहि क्रियामहि इति रूपाणि सन्ति। यथा वन्दते इत्यस्य लोट्, तर्हि नाम अस्य आधारः अस्ति लोट्लकारः, नाम आत्मनिपदि धातूनां लोट्लकारः। तदर्थं मया उक्तमस्ति यत् गीतासोपानस्य प्रथमभागस्य पञ्चपञ्चाशत्तमे पुटे तत्र रूपाणि सन्ति, वन्दतां वन्देतां वन्दन्तां वन्दस्व वन्देथां वन्दध्वं वन्दै वन्दावहै वन्दामहै इतिवत् क्रियतां क्रियेतां क्रियन्ताम् इत्यादीनि रूपाणि भवन्ति। तर्हि पठ्यते क्रियते चिन्त्यते लिख्यते इति तत्र लिख्यतां लिख्येतां लिख्यन्तां तत् रूपाणि तादृशानि सन्ति यथा वन्दताम् इत्यस्य। तर्हि यथा बालकः पुस्तकं पठति तत्र मीना भगिनी वदतु, तस्य कर्तरिप्रयोगे किम् अस्ति? पठतु, बालकः पुस्तकं पठतु। बालकेन पुस्तकः पठ्यताम्, तस्य पुस्तकशब्दस्य बालकेन पुस्तकं पठ्यताम् पठ्यताम्, समीचीनमस्ति। तर्हि इदानीं सुब्रह्मण्यमहोदय, तत्र बालकः नगरं गच्छति, न गच्छतु बालकः, क्षम्यतां, बालकः नगरं गच्छतु, बालकः नगरं गच्छतु, बालकेन नगरं गम्यताम् इति रूपमस्ति, इति रूपमस्ति, समीचीनम्। इदानीं अध्यापकः भाषणं वदतु वाक्यमिति कुर्मः, अध्यापकः वाक्यं वदतु, अध्यापकः वाक्यं वदतु, तस्य इदानीं सुनिधि भगिनी वदतु। अध्यापकेन वाक्यं वद्यताम्, वस्तुतः वदति तत्र उद्यति भवति, तत्र किञ्चित् उद्यताम् उद्यताम्। अस्तु, इदानीं नताशा भगिनी, इदानीं बालकः लेखं लिखतु, बालकः लेखं लिखतु, बालकेन लेखं, लेखशब्दस्य लिङ्गं किम्? लेखः, बालकेन लेखः लिख्यताम्, लिख्यताम्। अस्तु, इदानीं अग्रे, इदानीं सन्ध्या भगिनी, छात्रः प्रश्नं पृच्छतु, छात्रः प्रश्नं पृच्छतु छात्रेण प्रश्नं प्रश्नशब्दस्य लिङ्गं किम् ओ प्रश्नः कर्मपदस्य का विभक्तिः भवति कर्तरिप्रयोगे कर्तरिप्रयोगे कर्तरिप्रयोगे का कर्तरिप्रयोगे तर्हि का विभक्तिः कर्तरिप्रयोगे तृतीया विभक्ति कर्मणि प्रथमा प्रथमाविभक्ति तदर्थं कर्मशब्दस्य लिङ्गं किमिति ज्ञातव्यमस्ति बालकः प्रश्नं पृच्छतु पृच्छतु शब्दः न जानामि पृच्छतां वाक्यं वदतु बालकेन छात्रेण प्रश्नः पृच्छताम् पृच्छताम् अस्तु समीचीनमस्ति इदानीं लक्ष्मीभगिनी शिशुः क्रीडतु शिशुना क्रीड्यताम् हा समीचीनमस्ति अस्तु अग्रे अस्ति माता ओदनं खादतु श्रीनिवासमहोदय माता ओदनं खादतु मात्रा ओदनं खाद्यताम् सुलभमस्ति खलु अस्तु हा समीचीनमस्ति अग्रे इदानीं पुष्पा भगिनी विद्यार्थी धनं ददातु विद्यार्थी धनं ददातु विद्यार्थिना धनं दद्यतां धातुः कः ददातु धातुः कः आसीत् दादातु तत्र अस्माकं सूत्रमासीत् न अस्माकं सूत्रमासीत् तेषु दिनेषु अस्माभिः लिखितमासीत् घुमास्था इति एकं सूत्रमासीत् खलु घुमास्था गापा जहाति सां हलि अनेन किं भवति स्म आकारान्तानाम् एतेषाम् आकारान्तानां धातूनां किं दीयते आकारान्त आकारस्य दीर्घ इकारः आदेशः वदतु एकवारं वदतु महोदय विद्यार्थी धनं ददातु विद्यार्थिना धनं दीयताम् अस्तु समीचीनमस्ति सञ्जीवमहोदय तत्र दुर्जनः पापं त्यजतु दुर्जनः पापं त्यजतु दुर्जनेन पापं त्यजताम् इति अस्ति अस्तु इदानीं अग्रे पुस्तकम् उद्घाटयामः तत्र कथा अस्ति रूपाणि अवगतानि सन्ति इति अहं मन्ये इदानीं तर्हि अत्र कथा अस्ति चत्वारिंशदधिकशततमे पुटे महोदय अर्थं किं लोट्लकारे कर्मणि प्रयोगे कर्तरिप्रयोगे यः अर्थः अस्ति स एव अर्थः अस्ति कर्मणि प्रयोगः केवलं शैली भिन्ना अस्ति शैली अर्थः समानः अस्ति. एकवारं वदामि आङ्ग्लभाषया. कर्तरिप्रयोगे द बोय् शुड् रीड् द बुक्. कर्मणि प्रयोगे द बुक् शुड् बि रेड् बै द बोय्. तत्र अर्थः समानः अस्ति, शैली भिन्ना. शैली नाम स्टैल्. अनेन अवगम्यते खलु, अर्थः समानः अस्ति, शैली भिन्ना. अस्तु, तर्हि न, कुत्र अस्ति इदं? नास्ति, कस्मिन् पुटे अस्ति? चतुर्त्रिंशदधिकशततमेपुटे, चतुस्त्रिंशत्, चतुस्त्रिंशदधिक. इति अस्ति, पश्यन्ति. तर्हि अत्र प्रथमवाक्यं सन्दीपमहोदय कृपया पठतु. दुर्योधनः आचार्य प्रणामः, कृपया उत्थीयताम्, शीघ्रं समुत्थीयताम्. सूर्योदयः समासन्नः. अस्य अर्थः कः? अर्थः आचार्य इति सम्बोधनं करोति दुर्योधनः. प्रणामः, नमस्कारः, कृपया उत्थीयताम्, कृपया उत्तिष्ठतु इति. कर्तरि करोतु, अनेन स्पष्टं भविष्यति. कर्तरि अत्र कर्मणि अस्ति, कृपया उत्थीयताम्. कर्मणि कृपया उत्तिष्ठतु, स्थादातुः उपसर्गपूर्वकः. तदनन्तरं शीघ्रं समुत्थीयताम्, तथैव शीघ्रं समुत्तिष्ठतु. इति अर्थः. सूर्योदयः समासन्नः इत्यस्य अर्थः कः? सूर्योदयः समासन्नः, सूर्योदयः सम्पन्नः. सम्पन्नः, आगतः, उपागतः, उपागतः, आगतः, तादृश अर्थः अस्ति. दिनमागतमस्ति, शीघ्रम् उत्तिष्ठतु इति वदति सः. अत्र धातुः अस्ति स्था, तस्य रूपं किं स्यात् इति अवगमनार्थं स्थाधातोः अस्माभिः तत्र आकारान्तधातुः अस्ति खलु, गुमा स्था इति सूत्रमासीत्. सूत्रं सर्वेषां पार्श्वे स्यात्, घू मा स्था गा पा जहाति सां हलि इति सूत्रम्. एतेषां धातूनां कर्मणि प्रयोगे ईकार आदेशः भवति आकारस्य स्थाने. दा इत्यस्य दि, मा इत्यस्य मि, स्था इत्यस्य स्थि. अत्र स्थि अस्ति, स्थि इति अत्र वस्तुतः ऊत् इति उपसर्गः अस्ति, तदर्थं सकारः लुप्तः जातः. उत्थीयताम्, किन्तु स्थाधातोः स्थीयताम् इति अस्ति, सामान्यतया स्थीयताम्, अतः सकारः नास्ति, यतोहि उत् इति अस्ति. अस्तु, अग्रे गच्छेम. इदानीं लक्ष्मीभगिनी अग्रे पठतु. द्रोणः, वत्स, भवता सावधानेन भूयताम्, त्वरया किमपि न क्रियताम्. वत्स सम्बोधनं, भवता सावधानेन भूयताम् इत्युक्ते कर्तरिप्रयोगे भवान् सावधानेन भवतु. समीचीनम्. त्वरया किमपि न क्रियताम् कर्तरिप्रयोगे त्वरया किमपि न करोतु. सुन्दरमस्ति, बहु सम्यक्. अग्रे मीना भगिनी अग्रे. दुर्योधनः, गुरुवर्य, कथं मया सावधानेन भूयताम्? आतङ्कवता मया किमपि क्रियताम् एव खलु? अर्थः अस्ति गुरुवर्यसम्बोधनं कथं मया सावधानेन भूयतां कर्मणि प्रयोगे कर्तरिप्रयोगे कथम् अहं सावधानेन भवतु भवतु इति न अहं भवानि भवानि सम्यक् सम्यक् कथम् अहं सावधानेन भवानि आतङ्कवता अहं किमपि आतङ्कवता अहमिति नास्ति आतङ्कवत् इति प्रातिपदिकमस्ति आतङ्कवत् इति प्रातिपदिकमस्ति प्रथमाविभक्तौ अत्र आतङ्कवता इति अस्ति का विभक्तिः तृतीयाविभक्तिः तस्य प्रथमा आतङ्कवान् अहं किमपि कुर्यताम् करवै न न न अत्र क्रियताम् इति बालकः बालकेन क्रियतां तस्य कर्तरि किं करवाणि हा क्रमेण पश्येम तत्र बालकेन क्रियतां तस्य कर्तरि बालकेन क्रियतां कर्तरि प्रयोगे करोतु वाक्यं यद् मया उक्तं बालकेन क्रियतां बालकः करोतु मया क्रियतां मया क्रियताम् अहं करवाणि करवाणि इति अस्ति अहं करवाणि आतङ्कवान् अहं किमपि करवाणि एव खलु हा समीचीनमस्ति अग्रे महोदय तत् सावधानेन अपि सावधान इति भवेत् वा कथम् अहं सावधानः भवानि मया सावधानेन सावधानेन इति प्रश्नः समीचीनः अस्ति अत्र अत्र विशेषणविशेषभावः अपि चिन्तयितुं शक्नुमः कल्पयितुं शक्नुमः इति तु सत्यं क्रियाविशेषणमपि भवितुमर्हति क्रियाविशेषणमस्ति चेत् तस्य रूपं न परिवर्तते अहं सावधानेन भवामि इति अपि समीचीनमस्ति खलु अहं सावधानः भवामि इति अपि समीचीनं स्यात् तत्र विशेषणत्वेन स्वीकुर्मः चेत् तत्र परिवर्तनं भवेत् इति अपि साधु अस्ति किन्तु सावधानेन भवतु इति समीचीनमस्ति इति भाति मम रूपद्वयं स्वीकर्तुं शक्नुमः इति अहं मन्ये अत्र धन्यवादः अस्तु अस्तु समीचीनं बिन्दुः समीचीनः अस्ति अग्रे गच्छेम सुब्रह्मण्यमहोदय कृपया आं महोदय दुर्योधनः द्रोणः वत्स जानामि भवतः परिस्थितिं वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु अत्र द्रोणः दुर्योधनम् उद्दिश्य वदति भवतः स्थितिः अहं जानामि इति अनन्तरं वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु अत्र दुर्योधनं पृच्छति वत्सः दुःशासनः अपि भवतः सन्निहितः भवतु खलु इति पृच्छति महोदय अत्र पृच्छति इति नास्ति वदति हा नाम हा प्रश्नः सन्निहितेन भूयतां खलु इति अस्तु भूयतां खलु इति पुनः कर्तरी वदतु. वत्सः दुःशासनः अपि सन्निहितः भवतु खलु. हा अस्तु अस्तु सम्यक् अस्ति. अग्रे पद्मा भगिनी अग्रे. आम् महोदय. दुर्योधनः एषः वत्सः दुःशासनः उपस्थितः एव अस्ति. हा अत्र किमपि परिवर्तनम् इति नास्ति. अग्रे. तेन न अग्रे पठतु अग्रे पठतु अग्रे एषः वत्सः दुःशासनः उपस्थितः एव अस्ति. अत्र किमपि नास्ति. अग्रे. दुःशासनः आचार्य वन्दे. दुर्योधनः आदिश्यताम् अन्तरं किं क्रियताम् इति आदिश्यताम् मुनि दुर्योधन वदति दुःशासन आगमिष्यति आदेशं करोतु द्रोणः वदति. दुर्योधनः दुर्योधनः प्रति कं प्रति वदति आदिश्यतां कं प्रति द्रोणं प्रति वदति आदिश्यताम् आदिश्यताम् आदिश्यताम् इत्युक्ते आदेशं करोतु. हा आदेशं करोतु. हा आदेशं करोतु. इदानीम् आदिश्यताम् इति साक्षात् वक्तुम् इच्छामः चेत् तत्र इदानीं कश्चन काचन वार्ता आयाति यत् कर्मणि प्रयोगे यः कोऽपि धातुः स च धातुः कस्मिन् धातुगणे अस्ति इति ज्ञानं नापेक्षितमस्ति. किन्तु कर्तरिप्रयोगे धातुगणानाम् अत्र विचारः न कृतः अस्ति वस्तुतः. किन्तु दशधातुगुणाः सन्ति. श्रेणीकरणमस्ति धातूनां सर्वेषां धातूनां श्रेणीकरणमस्ति दशसु विभागेषु. दशगणाः सन्ति धातूनां. कर्तरिप्रयोगे कः धातुः कस्मिन् गणे अस्ति इति अवगन्तव्यमस्ति. नो चेत् कर्तरिप्रयोगस्य रूपं न सिद्ध्यते. तर्हि भगिनी एकनिमेषः. अत्र आदिश्यतां तत्र धातुः अस्ति डिश्. डिश् धातुः अस्ति. स च धातुः वस्तुतः भ्वादिगणे नास्ति अपि तु तुदादिगणे अस्ति इति कारणेन अत्र अस्तु अस्तु अस्तु अस्तु त्यजामः. अत्र अस्य दिश् धातोः कर्तरिप्रयोगे लट्लकारः कः इति लट्लकारः पद्मा भगिनी वदतु. लट्लकारः आदेशतु. न तत् न तत्र तत्र दोषः अस्ति. यतोहि किमर्थमिति चेत् भुवादिगणे नास्ति तुदादिगणे अस्ति. आदिशतु. हा तत्र एकारः न भवति. अत्र दिशति इति लट्लकारस्य दिशति इति दिशति दिशति दिशति अस्ति. आदिशतु. अत्र अत्र प्रायः अत्र प्रायः आदरत्वेन वक्तुम् इच्छेत् अतः आदिशन्तु. बहुवचने वदामः यदा आदरः आदिशन्तु. अस्तु अग्रे. अनन्तरं किं क्रियताम् इति अनन्तरं किं करवाणि इति बहु समीचीनमस्ति. अस्तु तर्हि अग्रे गच्छेम. इदानीं निहारिका भगिनी अग्रे पठति वा. द्रोणः श्रूयतां प्रथमं सर्वसैन्यादिपः सर्वसेना सर्वसेना संरक्षकः भीष्मपितामहः प्रबोध्यताम्। शृणोतु, प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः अपि आह्वयतु। आह्वयतु, हा, किन्तु अत्र आह्वयतु यदि यदि वदति प्रबोधयतु, हा प्रबोधयतु, हा प्रबोधयतु, हा प्रबोधयतु, तर्हि तत्र कर्मपदस्य का विभक्तिः? कर्तरिप्रयोगे तृतीया न, कर्मपदस्य कर्तरिप्रयोगे कर्मपदस्य कर्तरिप्रयोगे ओ आम् द्वितीया, हा द्वितीया विभक्तिः अस्ति अत्र अस्मिन् वाक्ये। कर्मपदं किम्? सर्वसैन्याधिपः सर्वसैन्यसंरक्षकः भीष्मपितामहः। तर्हि सर्वसैन्याधिपं सर्वसेनासंरक्षकं भीष्मपितामहं प्रबोधयतु। प्रबोधयतु, समीचीनमस्ति, बहु सम्यक् अस्ति। अग्रे गच्छेम, सन्ध्या भगिनी अग्रे। एकः प्रश्नः, प्रबोधयन्तु इति बहुवचनम् अस्ति किम्? हा हा हा, तत् वक्तुं शक्नुमः, प्रबोधयन्तु, शृण्वन्तु, प्रबोधयन्तु, तत्र आदरसहितरूपं स्यात्, किन्तु दोषाय नास्ति अत्र। अत्र कर्मणि प्रयोगे कर्मणिप्रयोगे एकवचने उक्तमस्ति अत्र, तथा बहुवचने वक्तुं न भवितुमर्हति स्म, वक्तुं शक्नुमः, किन्तु अत्र एकवचने कृतमस्ति। सन्ध्या भगिनी अग्रे। दुर्योधनः, अस्तु तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्, तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम्। वत्स, भवता अत्र एव भूयताम्, अनुष्ठानानन्तरम् आचार्यः रणक्षेत्रम् आनीयताम्। बहु बृहत्। अस्तु, प्रथमवाक्यं वदतु। ओके, तत्र भवतां स्नानानुष्ठानादिकं स्नानं जानाति खलु, स्नानानुष्ठानादिकं नाम नित्यकार्याणि, प्रातःकाले प्रत्येकं जनस्य नित्यकार्यं भवति, नित्यक्रिया, नित्यक्रिया या कापि भवति प्रातःकाले, तदर्थम् उक्तमस्ति स्नानानुष्ठानादिकम् इत्युक्ते इत्यादिकम् इत्यादि नाम यत्किमपि कर्तव्यमस्ति प्रातःकाले तत् करोतु तदनन्तरं। न न, अनन्तरम् इति शब्दः इति नास्ति, किन्तु तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्। परिसमाप्यताम् अवगच्छति वा? समाप्तवान् वा? अत्र आदेशः अस्ति, तस्य कर्तरि किं स्यात्? परिसमापयतु. समापयतु. परिसमापयतु. तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमापयतु इति वाक्यमस्ति. अवगच्छति वा? परिसमापयतु क्रियापदम् अर्थं समापयतु. हा, समापयतु. ओके. सम्यक् रूपेण पूर्णतया समापयतु. अग्रिमवाक्यं श्रीनिवासमहोदय, अग्रिमवाक्यं. तत्र भवतः सहायार्थं दुःशासनेन अत्र एव स्थीयताम्. तिष्ठतु. तत्र भवतः सहायार्थं दुःशासनेन दुर्योधनः वदति दुःशासनं प्रति अत्र एव तिष्ठतु. वाक्यं वदतु. अर्थः उक्तः, इदानीं तदेव वाक्यं कर्तरिप्रयोगे वदतु. तत्र भवतः सहायार्थं दुःशासनम् अत्र एव दुःशासन अत्र एव तिष्ठतु. हा, तिष्ठतु. समीचीनमस्ति. अग्रे अजयमहोदय वक्तुमिच्छति वा? वत्स, भवता अत्र एव भूयताम्. वत्स, भवता अत्र एव भवतु. हा, किन्तु अत्र भवतु इति तु समीचीनमस्ति. इदानीं भवता भवतः अत्र एव भवतु. अत्र भवतीति रूपं तत्र का विभक्तिः जानाति वा? अस्तु, अनन्तरं चर्चयामः. एषु विषयेषु चर्चयामः. अत्र भवता इति तृतीया विभक्त्यन्तं रूपमस्ति. तृतीया विभक्तौ अस्ति. तस्य प्रथमा विभक्तिः श्रीनिवासमहोदय वदतु. प्रथमाविभक्ति महोदय, भवान्. हा, भवान् इति अस्ति प्रथमा विभक्तौ. भवान् अत्र एव भवतु. तर्हि अत्र कः नियमः अस्ति? सहदेवमहोदय किञ्चित् स्मारयतु. कर्तरिप्रयोगे कर्तृपदस्य कर्मपदस्य च का विभक्तिः कर्मणि प्रयोगे च? हा, कर्तरिप्रयोगः कर्तृपदं प्रथमविभक्ति, कर्मपदं द्वितीयविभक्ति. कर्मणि प्रयोगः कर्तृपदं तृतीयविभक्ति, कर्मपदं प्रथमविभक्ति. हा, बहु सम्यक् अस्ति. बहु सम्यक्तया भवता उक्तमस्ति. अतः अजयमहोदय, तत्र कः शब्दस्य का विभक्तिः इति प्रथमं कार्यं भवतः अस्मिन् सप्ताहे किञ्चित् पठनीयमस्ति. शब्दरूपाणि अत्र भवान् भवतु, भवान् अत्रैव भवतु. अत्र भवान् इति प्रथमा विभक्तौ अस्ति, यतोहि तत्र भवतु इति कर्तृप्रयोगे अस्ति. कर्मणि प्रयोगे तत्र भवान् इत्यस्य तृतीयाविभक्त्यन्तं रूपं भवति. अतः भवता तृतीयाविभक्तौ, भवता अत्रैव भूयताम् इति कर्म इति भावे प्रयोगे अत्र भावे अस्ति. अस्तु, समीचीनमस्ति. सुनिधि भगिनि अग्रे. अस्ति वा? सुनिधि नास्ति. अस्तु अस्तु, तर्हि अङ्कस्य पुष्पा भगिनी वदतु. पुष्पभगिनी अस्ति वा? तर्हि लक्ष्मीभगिनी. श्रूयते महोदय? श्रूयते. अनुष्ठानानन्तरम् आचार्यः रणक्षेत्रम् आनीयताम्. अनुष्ठानन्तरम् आचार्यः रणक्षेत्रं नयतु. आनीयतु. न न नयतु इति उक्तं खलु. नयतु. हा नयतु. आ उपसर्गपूर्वकः. आनयतु. पुनः वाक्यं वदतु. यतोहि तत्र कर्मपदस्य द्वितीयविभक्तिः कर्तरि. तत् तदपि करोतु. कर्मपदं दुर्योधनस्य दुर्योधन इति वदति. कर्मपदं किं कर्माचार्यः अस्मिन् वाक्ये कर्मपदं किम्? प्रथमाविभक्तिः अस्ति आचार्यः. अस्मिन् वाक्ये कर्मपदं किं? कर्मपदम् आचार्यः. अस्तु वाक्यं वदतु इदानीं कर्तरि. अनुष्ठानानन्तरम् आचार्यं रणक्षेत्रम् आनीयतु. न भवती किम् उक्तवती इदानीं? कर्तरिप्रयोगे तत्र वा भवती उक्तवती आनयतु. आनयतु आनयतु आनयतु. आचार्यम् आनयतु. आनयतु आचार्यम् शासन शासनः. अस्तु अस्तु. द्रोणः वदति. किं वदति इदानीम् अग्रे लक्ष्मीभगिनी अग्रे. वत्स, ततः पूर्वं भवता गत्वा कर्णः उच्यताम् मम पूर्ववचनानुसारं व्यूहः विरच्यताम् इति. अश्वाः, गजाः, रथाः, पदातयः, सर्वे सैनिकाः च यथास्थानं स्थापयन्ताम् इति. स्थाप्यन्ताम् इति. अहम् अनन्तरं तत्रैव दृश्यै इति. यदि अपेक्ष्यते भवान् एव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति च. अत्र द्रोणः वदति सम्बोधनं, वत्सः सम्बोधनं, ततः पूर्वं भवता गत्वा कर्णः उच्यतां मम पूर्ववचनानुसारं व्यूहः विरच्यताम् इति. ततः पूर्वं भवान् गत्वा कर्णं वदतु. वदतु अथवा महोदय उच्यताम् वदतु. वदतु इति वस्तुतः वाक् दातुः अस्ति, किन्तु वच् दातुः अस्ति. वच् दातुः अस्ति किन्तु वदतु तत्र वदति इति वक्ति भवति. वक्तु वक्ति इति लट् वक्तु. वक्तु. ततः पूर्वं भवान् गत्वा कर्णं वक्तु मम पूर्ववचनानुसारं व्यूहं विरचयतु इति. सम्यक् अस्ति. सुब्रह्मण्यं महोदय अग्रे. अश्वाः गजाः रथाः. अस्तु महोदय. इति पर्यन्तम्. अश्वाः गजाः रथाः पदातयः सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति. अत्र अश्वाः गजाः रथाः पदातयः सर्वे सैनिकाः कर्मपदानि सन्ति अत्र. अश्वान् गजान् रथान् पदाति इति भवति अत्र. तस्य बहुवचनं कविवत् भवति. कवीन् खलु महोदय. पदातिन् पदातिन् सर्वान् पदातीन् सर्वान् सैनिकान् च यथास्थानं स्थापयतु इति. समीचीनमस्ति. अस्तु अग्रे सन्धि महोदय अग्रे कृपया. अहम् अनन्तरं तत्रैव दृश्यै इति. अत्र कर्तृपदं किम्? कर्तृपदम् अहं चिन्तयामि. न उक्तम्. न उक्तं. किन्तु किं किं किं सर्वनामपदं वक्तुं शक्नुमः अत्र? त्वया. नाम अश्वाः गजाः रथाः पदातयः सर्वसैनिकाः स्थापयन्तु. अत्र अहम् अनन्तरं तत्रैव दृश्यै. त्वया अहम् अनन्तरं. त्वया इति अस्तु. त्वया इति वदतु. त्वया तर्हि अथवा तैः अपि भवितुमर्हति. त्वया समीचीनम् अस्ति. त्वया करोतु. त्वया अहम् अनन्तरं तत्रैव दृश्यै इति. कर्तरि. कर्तरि त्वं माम् अनन्तरं तत्रैव पश्यतु इति. पश्य. समीचीनम्. अस्तु अग्रिमभागं करोतु. यदि अपेक्षते भवानेव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति च. यदि अपेक्षते. त्यजतु. अपेक्षते. त्यजतु. यदि अपेक्षते भवान् एव स्वयं सहायकत्वं स्वीकरोतु इति च. न, अत्र वाक्यस्य अर्थः द्रष्टव्यः. तदाधारेण नाम सहायकत्वेन कस्य कृते? भवान् एव. अत्र कर्मपदं किम्? सहायकत्वेन. न, सहायकत्वं स्वीकरोतु. अत्र कर्मणि प्रयोगे अस्ति खलु. कर्मप्रयोगे कर्मपदस्य का विभक्तिः? कर्मपदस्य प्रथमा. प्रथमाविभक्तिः. तर्हि अत्र कर्मपदं किं स्यात्? भवान् भवान् अत्र भवान् एव कर्मपदमस्ति. कर्मपदं कर्तृपदं किं स्यात्? सहायकत्वेन. न, सहायकत्वेन तत्र न कर्मपदं न कर्तृपदं, केवलं सहायकं सहायम् अपेक्षितं चेत् अत्र तादृशार्थः अस्ति. ये अश्वाः, गजाः, रथाः, पदातयः, तैः सर्वैः तैः सहायमपेक्षितं चेत् तैः भवान् स्व सहायकत्वेन स्वीक्रियतां तैः इति चिन्तयतु. तर्हि कर्तरि किं स्यात्? कर्तरि सैनिकैः. भगिनी किञ्चित् हा सैनिकैः इति इत्यादि इत्यादीनि सञ्जीवमहोदय करोति. भवान् इति कर्म, भवान् इति कर्मपदं कर्तरि अस्ति चेत् का विभक्तिः स्यात्? भवता. न, का विभक्तिः भवेत् कर्तरिप्रयोगे कर्मपदं? कर्तरिप्रयोगे कर्मपदं द्वितीया विभक्ति. तर्हि करोतु. भवन्तं ते जनाः, ते सर्वे, ते सर्वे जनाः भवन्तं सहायकत्वेन स्वीकरोतु. ते बहुवचने. ते सर्वे जनाः, अश्वाः, गजाः, रथाः, सहायकत्वेन भवन्तं यदि अपेक्षते सहायकत्वेन स्वीकुर्वन्तु इति. इदानीं साधु अस्ति, इदानीं साधु वाक् बहु समीचीनमस्ति. अस्तु, अग्रे गच्छेम. तर्हि मीना भगिनी अग्रे. भगिनी अस्ति, म्यूट् करोमि. दुर्योधनः अस्तु इति गतः. सर्वे भीष्मः, द्रोणः, कर्णः, कृपः, दुर्योधनः, दुःशासनश्च रणाङ्गणे स्थिताः. अग्रे. कर्णः आचार्य प्रणमामि. अग्रे. द्रोणः वत्स यशोवता समेध्यताम्. यशोवता समेध्यतु. न न न, चिन्तयतु. वदनात् पूर्वं किञ्चित् चिन्तयतु. अत्र अर्थः कः? का विभक्तिः? किं रूपम्? यशोवता, यशोवान्. यशोवान् समेध्यतु. न न न, अत्र पुष्पा भगिनी, अत्र धातुः अस्ति कः? एद् धातुः अस्ति. एद् धातुः आत्मनिपदि धातुः अस्ति, न तु परस्मैपदि. आम्. तर्हि कर्तरिप्रयोगे अपि आत्मनिपदिरूपम् अपेक्षितमस्ति. समेधतां आगच्छति. समेधतां. हा हा, इदानीं वाक्यं वदतु. यशोवान् समेधताम्. हा, इति अस्ति, बहु समीचीनं. तत्र यशस् इति प्रातिपदिकमस्ति. इदानीं मतुप् संयुज्य तत्र यशोवान् वतुप् इति. यशोवान् एधताम्. तत्र यशः वर्धताम् इति अर्थः अस्ति. भवतः भवति यशः वर्धताम् इति, अधिकं भवतु इति, तादृश अर्थः अस्ति. अस्तु, समीचीनमस्ति. नताशा भगिनी अग्रे. भीष्मः आचार्य ममापि एष नमस्कारः नमस्कारः द्रोणः पितामह मया एव ननु भवान् अभिवाद्यताम् कर्तृप्रयोगे पितामह अहम् एव ननु भवान् अभिवाद्यन्तु न चिन्त किञ्चित् हा समीचीनमस्ति नाम मया एव ननु भवान् अत्र कर्तृपदं किमस्ति मया कर्मपदं भवान् अस्तु हा तर्हि पुनः वदतु अहम् एव ननु भवान् भवान् इति का विभक्तिः भवेत् इदानीं अहं चिन्तयामि महोदय द्वितीया विभक्ति अहं न स्मरामि महोदय द्वितीय भवान् शब्दस्य द्वितीया अन्य सुनिधि भगिनी वदति वा सा अस्ति न वा भवन्तं धन्यवादः पितामह अहम् एव ननु भवन्तम् अभिवाद्यन्तु वाद्यतु न न न अहं तत्र तु इति अहम् इति येन सह कथं स्यात् अहम् अत्र रूपमस्ति अभिवादयति इति लट् लकारे चिन्तयतु अभिवादयति अभिवादयति अत्र वदति इति चिन्तयतु नाम सारल्यार्थं वदति इति चेत् वदति तत्र अहं लोट् तत्र किं भवति वदति इत्यस्य लोट् अहम् उत्तमपुरुषस्य हा हा हा हा इदानीम् अभिवादयति इत्यस्य वादयानि अभिवादयानि वाक्यं वदतु इदानीं पितामह अहम् एव ननु भवान् क्षम्यतां भवन्तम् अभिवादानि वादयानि अभिवादयानि अस्य वाक्यस्य अर्थः कः अर्थः द्रोणः उक्तं भीष्मपितामह अहं भवन्तम् अभिवादनं वा नमस्कारं करोमि न किञ्चित् इतोपि वक्तव्यमस्ति अहं करोमि इति न नाम प्रथमतया भीष्मः वदति नमस्कारः द्रोणः वदति यत् न तथा मया वक्तव्यमस्ति खलु अत्र प्रतिष्ठायाः वार्ता अस्ति अथवा आदरस्य वार्ता कस्य कं प्रति आदरः व्यक्तीकरणीयः इति तादृशमस्ति खलु भीष्मः प्रथमं वदति नमस्कारः द्रोणः वदति न तथा मया एव वक्तव्यमस्ति खलु अवगतं वा न महोदय नमस्कारः भीष्मः वदति आचार्य मम अपि एषः नमस्कारः तत्र सम्बोधनं करोति द्रोणः वदति यत् न भवान् एव महान् खलु मया वक्तव्यमस्ति मया एव नाम सामान्यतया यः महान् अस्ति यः उपरि अस्ति प्रतिष्ठादृष्ट्या तं प्रति नमस्कारः वक्तव्यः अस्ति यः शिशुः अस्ति चेत् अध्यापकः अस्ति नाम लघुबालकः अध्यापकः अस्ति तत्र प्रथमतया बालकः वक्तव्यः अस्ति खलु बालकेन नमस्कारः न तु अध्यापकः राष्ट्रपतिः अस्ति चेत् तत्र सामान्यनागरिकः अस्ति वन्दनं करोति नागरिकः न तु राष्ट्रपतिः खलु अतः तत्र अत्र भीष्मः प्रथमतया नमस्कारं करोति द्रोणः वदति न तथा मया प्रथमतया कर्तव्यमासीत् खलु अतः अत्र तादृशी भाषा अस्ति, मया एव ननु, मया एव ननु भवान् अभिवाद्यताम् मया एव ननु ननु इत्युक्ते खलु, मया एव खलु भवान् अभिवाद्यतां, न तु भवान् मम कृते, मया कर्तव्यम्. स्पष्टं नास्ति इति वा? अस्ति खलु, स्पष्टम् अस्ति महोदय. अस्तु अस्तु, इदानीं समयः जातः. एकम् अन्तिमवाक्यं पश्येम, तस्य केवलम् अर्थः न, किञ्चित् चिन्तनं भवितुमर्हति. सञ्जीवमहोदय, किञ्चित् कृपया वदतु. अहं चालन् अस्मि, सुनिधि वदतु. ओहो, अस्तु अस्तु अस्तु अस्तु, अस्तु, भवती पठतु कृपया. कुत्र किं वाक्यं? भीष्मः चतुर्थं वाक्यं. आचार्य भीष्मः मया एव अभिवाद्यताम् अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिपन्याहे. हा, समीचीनमस्ति. हा, अत्र सुब्रह्मण्यं महोदय तत्र अर्थं वदति वा? अत्र मया एव अभिवाद्यताम् इत्युक्ते भीष्मः वदति अहमेव भवन्तम् अभिवादयामि इति, अत्र अभिवादनं करवाणि इति भीष्मः वदति. अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावः इत्युक्ते परस्परम् अभिवादनं करवाणि इति अपि वदति महोदय. हा, बहु सम्यक् बहु सम्यक्. आवाभ्याम् अत्र आवाभ्याम् आवां, तत्र कर्मपदं किं, कर्तृपदं किम्? अत्र कर्तृपदम् अस्ति आवाभ्यां महोदय. आवां कर्मपदमस्ति. आवाभ्याम् आवां, समीचीनमस्ति, सर्वे अवगच्छन्ति खलु. आवाभ्याम् आवाम् अभिवन्द्यावहै इति उत्तमपुरुषस्य द्विवचने. महोदय, अभिवन्दावहै द्वितीयपुरुष अस्ति न? प्रथमपुरुषस्य द्विवचनं, उत्तमपुरुषस्य द्विवचनम् इति मया उक्तम्. उत्तमपुरुषस्य आवां, तत्र यतोहि आवां कर्मपदमस्ति, तदनुसृत्य आवाम् इति कर्मपदं, कर्मपदमनुसृत्य रूपं भवति आवाम् अभिवन्द्यावहै. तस्य कर्तरि परं कल्पयतु गृहपातिरूपेण सर्वे. अस्य वाक्यस्य कर्तरिप्रयोगवाक्यं किं स्यात् इति किञ्चित् विचिन्त्य वदन्तु, लिखन्तु. अग्रिमसप्ताहे किञ्चित् वदामः मिलित्वा. अस्तु, तर्हि समयः जातः. अग्रिमे सप्ताहे तर्हि. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः महोदय. पुनर्मिलामः.